नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। तव्यत्वमुञ्च् इति नूतनपाठः आरब्धः गतसप्ताहे। तत्र तृच् प्रत्ययस्य विधानसूत्रमासीत् नुवुल् तृचौ इति। तत्र सर्वेभ्यः धातुभ्यः नुवुल् अथवा नुवुल् तृच् विहितौ कर्त्रार्थे भवति इति। तृच् प्रत्ययः कर्त्रार्थे इति उक्तम्। तदेव उदाहरणमासीत् कर्तृयोगः सु कर्ता इति। तृच् प्रथमं तृच् विधीयते, अनन्तरं कर्तृयोगः सु कर्ता पठिता इति। एतादृशरूपं तृच् प्रत्ययस्य कर्त्रार्थे भवति इति। अग्रिममासीत् तुमुन् प्रत्ययः इति। तत्र तस्य विषये एव वयं गतपाठे अपि दृष्टवन्तः, क्रियायां क्रियार्थायाम् इति। तस्मात् एव पठामः। महोदय भवान् एव आरम्भं करोति वा? तुमुन् प्रत्ययः तथा खलु? आम्, तुमुन् अस्तु। तुमुन् प्रत्ययः इति सूत्राणि, तत्सम्बन्धसूत्राणि च। तुमन्नूलौ क्रियायां क्रियार्थायाम् इति सूत्रं तृतीयाध्यायस्य तृतीयपादस्य दशमः सूत्रमस्ति। दशम अस्तु। तुमन्नूलौ क्रियायां क्रियार्थायाम्, एकस्याः क्रियायाः साधनार्थम् अपरस्यां क्रियायाम् उपपदे सति भविष्यदर्थे प्रथमायाः क्रियायाः धातुतः तुमुन् च नूल् च प्रत्ययो भवतः। क्रियार्थायां क्रियायाम् उपपदे धातोः भविष्यति काले तुमण्णूलौ प्रत्ययो भवतः इति काशिका। अत्र इमौ द्वौ प्रत्ययौ तुमण्णूल् भविष्यदर्थे तुमुन् भविष्यदर्थे तुमुन् नूल् भविष्यदर्थे तुमुन् भावार्थे नूल् च कर्त्रार्थे। अस्तु, भविष्यति उभयमपि भविष्यदर्थे अस्ति, तुमुन् भावार्थे नूल् च कर्त्रार्थे। तत्रोपदं सप्तमीस्तम् इत्यनेन तृतीय अध्यायस्य प्रथमपादस्य द्विनवतितमं सूत्रमस्ति। तत्र तत्र उपपदं सप्तमीस्तम् इति इत्यनेन क्रियायां क्रियार्थायाम् उपपदसप्तमी विभक्तौ स्तः। पठितुं गच्छति इत्यस्मिन् पठनक्रियायाः साधनार्थं गमनक्रिया वर्तते। पठनम् अस्ति प्रयोजनं नाम लक्ष्यं, गमनम् अस्ति साधनं, क्रिया अस्ति साधनं। पठनम् इति क्रियायाः कृते गमनमिति क्रिया वर्तते इति कृत्वा गमनक्रिया अस्ति क्रियार्था क्रिया। एतदर्थं गमनक्रियायाः उपपदसंज्ञा भवति। तुमुञ्च नूल् च तयोः इतरेतरद्वन्द्वः। तुमुन्नूलौ क्रिया अर्थः प्रयोजनं यस्याः सा क्रियार्था तस्यां क्रियार्थायां बहुव्रीहिः। तुमुन्नूलौ प्रथमान्तं क्रियायां सप्तम्यन्तं क्रियार्थायां सप्तम्यन्तं त्रिपदविधं सूत्रं। भविष्यति गम्यादयः इत्यस्मात् भविष्यति इत्यस्य निवृत्तिः। प्रत्ययः परश्च धातोः इत्येतेषाम् अधिकारः अनुवृत्तिचैतसूत्रं। धातोः तुमुन्नूलौ प्रत्ययौ परश्च भविष्यति क्रियार्थायां क्रियायाम् इति। अस्तु, तुमुन्नूलौ इति क्रियायां क्रियार्थायां क्रियार्थायां तत्र उप क्रियार्थायां तत्र नूल् अपि च तृच् प्रत्ययः भवति इति। यदि क्रियाद्वयमस्ति, क्रियाद्वयमस्ति अत्र एकः क्रिया अस्ति अपरक्रियायाः साधनार्थं या क्रिया अस्ति तत् क्रियार्था क्रिया इति उच्यते। तस्य उपपदसंज्ञा भवति सप्तमी, अत्र सप्तम्यावत् नुमुल् तृचौ क्रियायां। तर्हि तत्र यत् क्रिया अस्ति अपरक्रिया अस्ति तस्मात् तुमुन् अपि च नूल् प्रत्ययो भवतः भविष्यत् काले इति। तुमुन् प्रत्ययः भावार्थे भवति भविष्यदर्थे, तृच् प्रत्ययः तत्र कर्त्रर्थे भवति तदपि भविष्यदर्थे इति सूत्रात् नूल् क्षम्यतां नूल् नूल् इति क्षम्यतां नूल् नूल् खलु नूल् इति नूल् तृचौ नूल् नूल् तुमुण् नूलौ खलु क्षम्यतां तुमुण् इति भावार्थे नूल् कर्तते तृचपि कर्तते अस्तु एत अत्र नूल् अस्ति तदपि तद् कर्तते अस्ति नूल् इति तत्र पाठकः तदेव खलु तत्र पाठकः आं सत्यं सत्यं तदेव अक अक इति भवति तुम् इति अत्र पठितुं गच्छति इति इति इति क्रिया अस्ति गमनक्रिया अस्ति पठनक्रिया अस्ति इदानीं तत्र गमनक्रिया क्रियार्था तत्र क्रियार्था क्रिया इति अस्ति तर्हि तस्य उपपदसंज्ञा भवति तर्हि इदानीं तत् उपपदसंज्ञा तत् सति क्रियार्था क्रियायां सति तत्र अपरक्रियायाः तत्र द्वितीयक्रियायाः क्रियायाः तत्र नो नूल् अपि तुमुन् प्रत्ययो विधीयते भविष्यत्कालार्थे इति एतत् उक्तं वदति सामान्यतया तद् नूल् तृचौ इत्यनेन एव नूल् प्रत्ययः विधीयते सर्वेभ्यः धातुभ्यः अत्र तु क्रियायां क्रियार्थायाम् इत्यनेन तुमुल् नुवुल् पुनः नुवुल् गतसूत्रे तु नुवुल् तृच् द्वयमपि विहितौ खलु नुवुल् तृचौ इति 3-1-1-3-3 इत्यनेन अत्र तु तुमुन् नुवुलौ अत्र तुमुन् विधीयते नुवुल् अपि विधीयते परन्तु भेदः कः इत्युक्ते क्रियायां क्रियार्थायाम् इत्यस्मिन् अर्थे तुमुन् नुवुल् प्रत्ययौ विहितौ समीचीनं वा आं तत्र नूल् तृचौ इति कस्मिन् अर्थे भवति सामान्य सामान्यार्थे सामान्य तत्र किमपि विशिष्टः किमपि नास्ति सर्वेभ्यः धातुभ्यः नूल् तृच् विहितौ तावदेव कर्त्रार्थे कर्त्रार्थे इति उक्तं खलु कर्त्रार्थे विहितम् अत्रापि कर्त्रार्थे एव परन्तु इतोपि एकं योजितं दलं क्रियायां क्रियार्थायां पठनम् अस्ति प्रयोजनं नाम लक्ष्यं गमनम् इति साधनं तादृशम् अत्रापि पाठकः इति अथवा तत्र सामान्य कर्त्रार्थे अस्ति नूल् तृचौ इत्यनेन तुमुन् नूल् इति भावार्थे क्षम्यतां तुमुन् नूल् इति क्रियार्थां क्रियायां भवति तत् क्रियाद्वयं भवेत् सत्यम् अत्रापि कर्त्रार्थे एव परन्तु क्रियायां क्रियार्थायाम् इति आम् अपि च भविष्यदर्थे इति अस्ति भविष्यदर्थे आं सत्यं तदपि नूल् भविष्यदर्थे तुमुन् भावार्थे द्वयमपि भविष्यदर्थे आं द्वयमपि भविष्यत् परन्तु तुमुन् भावार्थे नुवुल् तु कर्त्रार्थे एव यदा यदा पूर्वस्मिन् सूत्रे परन्तु अत्र क्रियायां क्रियार्थायाम् इति आवश्यकं भवति अत्र अत्र तु उदाहरणं न प्रदर्शितम् अत्र अस्मिन् करपत्रे नुवुल् अस्ति खलु पठितुं न नुवुल् इत्यस्य नूल् इत्यस्य तत्र भोजकः भोजकः गच्छति इति तत्र प्रायः तादृशं भोजकः गच्छति इत्युक्ते अग्रे भोजनं करोति इति सत्यं तस्मिन् अर्थे तत्र भोजकः वृजति अर्थं दत्तमस्ति अग्रे दत्तमस्ति दत्तं वा अस्तु आमामाम् अत्र अग्रिम अस्तु अस्तु अस्तु पश्यामः इति तत्र अनन्तरमस्ति अस्तु अतः तत्र सूत्रद्वयम् इदानीं पर्यन्तं दृष्टम् अस्मिन् करपत्रे बहूनि नूतनसूत्राणि सन्ति अतः यदा यदा वयं पठामः पूर्वस्य सूत्रस्यापि किञ्चित् पुनस्मरणं कृत्वा कृत्वा एव पठामः नुवुल् तृचौ इति सूत्रेण 3-1-1-3-3 इत्यनेन नुवुल् तृच् विहितौ सामान्य सर्वेभ्यः धातुभ्यः कर्त्रार्थे. तुमुन् प्रत्ययस्य नूल् प्रत्ययस्य तुमुन् नूलौ क्रियायां क्रियार्थायां त्रि त्रि इदानीं त्रि त्रि टन्. अत्र इतोपि एकः विशेषः मया दृष्टः, तद् सूत्र तृतीयाध्याये तृतीयाध्याये अस्ति परन्तु क्रमेण तु नास्ति, अतः किञ्चित् द्रष्टव्यं तदपि. व्यवहारे वयं तत्र भविष्यदर्थे तुमुन् प्रत्ययस्य प्रयोगं कुर्मः, एतदपि अपि च कर्तृत्वे नूल् प्रत्ययस्य खलु सामान्य वयं सत्यम् आम् तद् प्रयोगः सरलः एव दृश्यते महोदय. अत्र सूत्राणि तस्य कार्यं किञ्चित् जटिलमस्ति यदा वयं भिन्नार्थे न दृष्टवन्तः तत्र. अत्र पठितुं गच्छति तुमुन् इति तत्र भविष्यदर्थे वयं कुर्मः व्यवहारे अत्याधिक प्रयोगः भवति, परन्तु अन्यापि अर्थः अस्ति इति. आम् अस्ति, आम् सत्यम् पश्यामः. अतः तुमुण्णुगुलौ क्रियायां क्रियार्थायाम् इति जातम्. अरुणा भगिनी अग्रिमसूत्रं पठति वा? एतत्तु संज्ञासूत्रमस्ति, तत्र उपपदं सप्तमी. तत्र उपपदं सप्तमिष्टम्. तत्र सूत्रं तृतीय अध्याये प्रथमपादे सूत्रं धातोः इति सूत्रस्य अधिकारे विद्यमानेषु सूत्रेषु यः शब्दः सप्तमीविभक्त्याम् अस्ति तेन निर्दिष्टं पदम् उपपदं संज्ञकं भवति. ओके, एतेषु सूत्रेषु सप्तमीविभक्त्यायाः अर्थः अस्ति उपपदसप्तमी. तेषु तत्र इत्यपि अन्वेति सति सतिसप्तमी इति अर्थे, यत् सूत्रं धातोः इति सूत्रस्य अधिकारे अस्ति इत्युक्ते तृतीय अध्यायस्य अन्तपर्यन्तं सप्तमीविभक्त्या निर्दिष्टपदस्य उपपदसंज्ञा भवति, अपि च तत्र इत्यनेन तस्मिन् उपपदसंज्ञकपदे सति नाम तस्य उपस्थितौ तेन सूत्रेण यः प्रत्ययः विधातव्यः स च प्रत्ययः अस्य उपपदसंज्ञकपदबलेन विधीयते. तस्मिंश्च सत्येव वच्यामणः प्रत्ययः स्यात्. ओके, अत्र सूत्रं अस्ति तत्र उपपदं सप्तमीस्थम्. सूत्रं वदति सूत्रं धातु अधिकारे अस्ति शब्दः यः शब्दः सप्तमी विभक्तौ अस्ति तेन निर्दिष्टपदम् उपपदसंज्ञा भवति. ओके, धातोः सूत्रे ये शब्दः सप्तमीविभक्त्याम् अस्ति ते पदं तत्पदम् उपपदसंज्ञकं भवति. तत्कारणेन अन्यनाम अस्ति उपपदसप्तमी इति. एषु तत्र इदपि अनुवर्तते तत् सप्तसप्तमी इति अर्थे. अत्र भगिनि तद्धातोः उपपदसंज्ञा केवलं सप्तमीविभक्तौ अस्ति एव भगिनि? तत्र तत्र उपपदं सप्तमीस्तम् इति संज्ञासूत्रमस्ति अस्तु. अनेन उपपदसप्तमी अथवा उपपदसंज्ञा विधीयते. गतसूत्रे वयं दृष्टवन्तः खलु तुमुन्नूलौ क्रियायां क्रियार्थायाम् इति. तत्र क्रियायां क्रियार्थायाम् इति यत् पदम् अस्ति तद् सप्तम्याम् अस्ति. क्रियायां क्रियार्थायाम् इति उपपदसप्तमी. अस्मिन् सूत्रे तत्र इति पदमस्ति खलु, तत्र उपपदं सप्तमीस्तं. तत्र इति पदस्य सतिसप्तमी इति अर्थः. सो तस्मिन् उपपदसंज्ञके पदे सति तेन सूत्रेण यः प्रत्ययः विधातव्यः सः प्रत्ययः उपपदसंज्ञकपदबलेन विधीयते इति अर्थः तत्र तत्र इति पदस्य सति सति सप्तमी इति अन्वयः भवति तत्रापि क्रियातायां क्रियायाम् उपयुज्यते क्रियार्था क्रिया सति तत्र अपरस्य क्रियायाः तत्र इति भवति इति क्रियार्था क्रिया भवेत् तदा एव सत्यां यत्र क्रियायां नास्ति तत्र न भवति तत्र तुमुण्णुवुल् न विहितौ विहितौ एतावत् पर्यन्तम् सत्यम् क्रियार्थायां क्रियायां सत्यां तुमुन् नूलौ विहितौ न चेत् न विहितौ इति अर्थः पुनः वदतु भगिनि क्रियार्थायां क्रियायां सत्यां तुमुन् नूलौ विहितौ तदा एव तुमुन् अथवा नूल् प्रत्ययः भवति भवतः तुमुन् नूल् खलु भवतः यदा क्रियायां क्रियार्थायां नास्ति चेत् प्रत्ययौ न विहितौ तदेव सति सति सप्तमी तदा तदा यदा तदा इति प्रयोगः भवति खलु तादृशम् ओके ओके भगिनि यदा तुमुन्नौलौ यदा तुमुन्नौलौ क्रियायां क्रियार्थायाम् इति सूत्रे निर्दिष्टपदस्य उपपदसंज्ञा भवति अपि च तादृशपदस्य उपस्थितौ एव विहितं कार्यं विधीयते नाम अनेन सूत्रेण भोक्तुं व्रजति इति निर्दर्शने क्रियायां क्रियार्थायाम् इत्यनेन तत्र उपपदं सप्तमीस्तम् इत्यस्य साहाय्येन व्रजति इत्यस्य उपपदसंज्ञा भवति अपि च यदा इयं व्रजनक्रिया अस्ति तदा भुज् धातुतः तुमुन् प्रत्ययः विधीयते अतः उपपदसप्तमी अपि अस्ति सति सप्तमी अपि अस्ति ओके अत्र अन्य उदाहरणं दत्तं तुमुल्लचो क्रियायां क्रियार्थायां तत्सूत्रे वयं जानीमः पदं निर्दिष्टपदम् उपसंज्ञकसंज्ञा तुमुल् प्रत्ययोज सः ये शब्दः अस्ति ते उपसंज्ञा भवति अत्र अत्र समये तादृशपदस्य परः कार्यं विधीयते अन्यकार्यं विधीयते उदाहरणमस्ति भोक्तुं व्रजति व्रजति इति क्रियायां क्रियार्थायां भोक्तुमिति कारणमस्ति भगिनि व्रजति इति क्रिया साधना भोजनं साधनार्थं क्रिया वदे क्रियायां क्रियतायाम् इत्यनेन नौ व्रजति गस्त उपपदसंज्ञा अन्य विध्यानमस्ति यदा इयं व्रजनं क्रिया अस्ति तदा भुञ्ज् धातुतः तुमुन् प्रत्यय विधीयते अतः उपपदसप्तमी अपि अस्ति सतिसप्तमी अपि अस्ति यदा तदा अत्र सतिसप्तमी भवति सत्यम् अतः तत्र भोक्तुं भोजन अथवा भुङ्क्ते खलु भोक्तुं भुज् इति एका क्रिया अस्ति व्रज् इति व्रजनक्रिया इति द्वितीया क्रिया अस्ति अतः भोजनक्रियार्थम् इतोपि एका क्रिया आवश्यकी खलु व्रजनक्रिया अतः क्रियायां क्रियार्थायां किं वदामः, क्रियायाः कृते इतोपि एका क्रिया, क्रियायाः कृते इत्युक्ते भोजन भोजनक्रियार्थम् इतोपि एका क्रिया, व्रजनक्रिया आवश्यकी. अतः तत्र व्रजनक्रियायाः क्रियायां क्रियार्थायाम् इत्यनेन उपपद अस्ति इति कारणेन तस्य उपपदसंज्ञा. इदानीं तत्र व्रजनक्रियायाः उपपदसंज्ञा अस्ति, यदा वजनक्रियायाः उपपदसंज्ञा अथवा किं तत्र सतिसप्तमी उपयोगं करणीयं खलु, व्रजनक्रिया उपपदसंज्ञायां सत्यां क्रियायां क्रियार्थायां सत्यां भुज् धातोः तुमुन् विधीयते, तदा तस्य तुमुन् प्रत्ययः भवति. अतः तत्र तुमुन् विधानार्थं स्थलद्वयम् आम् तत्र स्थलद्वयम् आवश्यकं, धळद्वयम् आवश्यकं, क्रियायां क्रियार्थायाम् इति एकं धळम्, अनन्तरमस्ति सतिसप्तमी अस्ति चेत् तत्र तुमुन् ऊळौ क्रियायां क्रियार्थायाम् इति सूत्रेण तुमुन् प्रत्ययः विधीयते. स्पष्टमस्ति वा भगिनि? तत्र बहु किमपि अस्ति, वयं किञ्चित् मन्दरूपेण पठामः. धन्यवादः भगिनि. धन्यवादः. विजया भगिनी पठति वा? आम् महोदय, नमस्कारः. तत्र तस्याः अपि क्रियायाः एतदेव खलु? सत्यं. तस्याः अपि क्रियायाः साधनार्थं यदा द्वितीया क्रिया उपयुज्यते, सा द्वितीया क्रिया क्रियार्था क्रिया इति उच्यते. यथा भोक्तुं गच्छति इत्यस्मिन् भोजनक्रियायाः साधनार्थं गमनक्रिया उपयुज्यते, अतः गमनक्रिया क्रियार्था क्रिया. तस्याः च गमनक्रियायाः उपपदसंज्ञा भवति. तत्र प्रथमा क्रिया भविष्यत्काले अस्ति, यतोहि एतावता सा क्रिया न आरब्धा. अत्र भोजनक्रिया न आरब्धा, अतः सा भविष्यत् काले अस्ति. यदा एका क्रिया न आरब्धा नाम भविष्यत्काले अस्ति, अपि च तस्याः गमनार्थं साधनार्थम् एका द्वितीया क्रिया उपयुज्यते, तस्यां दशायां प्रथमक्रियायाः व्यक्तिकरणार्थं यः धातुः अस्ति तस्मात् धातोः तुमुञ्च नुञ्च भवतः. निदर्शनार्थं भोक्तुं व्रजति इत्यस्मिन् तुमुन् प्रत्ययः विहितः, भोजकः व्रजति इत्यस्मिन् नुल् प्रत्ययः विहितः, किन्तु उभयत्र अर्थं भिन्नः. तुमुन् प्रत्ययः भावार्थे, नुल् प्रत्ययः कर्तृर्थे. तर्हि एवमस्ति चेत् नुल् तृचौ इत्यनेन नुल् प्रत्ययः विधीयते एव. पुनः कर्तृर्थे नुल् प्रत्ययः अपरेण सूत्रेण किमर्थम् इति चेत् अत्र यः करोति सः इति अर्थः अस्ति एव, किन्तु भविष्यति. भोजकः व्रजति इत्युक्तौ गच्छति, गत्वा च खादकः भविष्यति, अधुना खादकः नास्ति. अतः तुमुन् नुलौ नुल्लौ क्रियायां क्रियार्थायां क्रियार्थायाम् इति सूत्रेण भविष्यत्कालार्थे नुल् प्रत्ययः विधीयते. इदमपि बोध्यं यत् भविष्यत्कालार्थे अयं नुल् प्रत्ययः अव्ययं नास्ति, त्रिषु लिङ्गेषु भवति, भोजकः भोजिका भोजकम् इति. तर्हि अयं नुल् प्रत्ययः भविष्यत्कालार्थे, किन्तु नुल् तृचौ इत्यनेन त्रिषु कालेषु भवति. अहम् अत्र प्रतिपङ्क्तिः स्वीकृत्य वदामि. अस्तु महोदय. कस्याः अपि क्रियायाः साधनार्थं यथा यदा द्वितीया क्रिया उपयुज्यते सा द्वितीया क्रिया किम क्रियार्थं क्रिया इति उच्यते. प्रथमक्रिया भवति, अत्र द्वितीया क्रिया अपि प्रयोगं कुर्मः चेत् अत्र क्रियार्था क्रिया इति अत्र उच्यते. द्वितीया क्रिया यथा भोक्तुं गच्छति इति अस्ति. अत्र भोजनक्रियायाः साधनार्थं गमनक्रिया उपयुज्यते. अत्र अत्र भोजनकार्यं भवति, तत् कार्यार्थं सः तु गमन अत्र तु गमनक्रिया भवति उपयुज्यते अत्र. अतः गमनक्रिया क्रियार्था क्रिया इति वक्तुं शक्यते. भोजनक्रिया तु अत्र गमनक्रिया क्रियार्था क्रिया इति द्वितीया क्रिया भवति. भोजनकार्यं तु प्रथमम् अस्ति, एतत् विषये सः गच्छति, अतः तत्र गमनक्रिया क्रियार्थे क्रिया इति उच्यते. इदानीमत्र तस्य गमनक्रियायाः उपपदसंज्ञा भवति. यथा कुम्भकारः वक्तुं शक्यते, तत्र कुम्भं यः करोति सः कुम्भकारः इति वक्तुं शक्यते. तदेव अत्र तस्याः च गमनक्रियायाः उपपदसंज्ञा भवति. गमनक्रियाः यः भोक्तुं गच्छति इति. इदानीं तत्र प्रथमा क्रिया भविष्यत्कालार्थे भवति. प्रथमक्रिया भविष्यत्काले अस्ति, यतोहि एतावता सा क्रिया न भोक्तुं गच्छति एव. भोक्तुं गच्छति भोक्तुमिति भविष्यत्कालार्थे भवति, तत् कार्यं तु न आरब्धा. अत्र भोजनक्रिया न आरब्धा, अतः सा भविष्यत्काले अस्ति. गच्छति इति भवति एव, गमिष्यति इति अत्र इति प्रयोगे भोक्तुं गच्छति इति अस्ति. अत्र भोजनक्रिया साधनार्थम् अत्र किं भवति चेत् एतत् भविष्यत्काले अर्थे भवति, परन्तु तत् कार्यम् इतः पर्यन्तं न आरब्धा एव. तस्यां दशायां प्रथमक्रियायाः व्यक्तिकरणार्थं यः धातुः अस्ति तस्मात् धातोः तुमुं च नुल् च भवतः. यत्र कार्यार्थम् अत्र सः गच्छति भोक्तुं गच्छति इति अस्ति, तत् स्थाने तुमुं च नुल् च इति प्रयोगं वयं कुर्मः. निदर्शनार्थं भोक्तुं रजति, रजति गच्छति समान अर्थमेव. भोक्तुं रजति इत्यस्मिन् तुमुल् प्रत्ययः विहितः, अतः तत्र तुमुन् अस्ति चेत् भोजकः व्रजति इत्यस्मिन् नुल् प्रत्ययः विहितः. युवोरणाकौ इति अस्ति, अत्र अण अक इति अस्ति. इदानीं नुल् प्रत्ययः प्रयोगं कुर्मः चेत् अत्र भोजकः भवति, भोजकः व्रजति इति अस्ति. किन्तु उभयत्र युवोरणाकौ अत्र न भवति खलु भगिनि, एतत्तु नूल् प्रत्ययः नुल् तृचौ एव. सत्यं, परन्तु भुज्योगनूल् भोज भोज योग उ ऊ इत्यस्य स्थाने अक आदेशः भोजक. लुट् प्रत्ययस्य भोजनम् इति भोजनं भोजकः. अस्तु, परन्तु इदानीं तु नुवुल् तृचौ विधानमेव, विधानं नुवुल् तृचौ एव. रूपसाधनान्तरं अग्रे भवति सत्यं किन्तु उभयत्र अर्थः भिन्नः तुमुन् प्रत्ययः भवते अस्ति नुल् प्रत्ययः कर्तृत्वे भवति तर्हि एवम् अस्ति चेत् नुल् तृचो इत्यनेन नुल् प्रत्ययः विधीयते एव पुनः कर्तृत्वे नुल् प्रत्ययः अपरेण सूत्रेण किमर्थम् इति चेत् अत्र यः करोति सः इति अर्थे आगच्छति इति अर्थः अस्ति एव किन्तु भविष्यत्कालात् एव एतद् भवति यः करोति सः इति भविष्यत्कालात् भवति भोजकः व्रजति इत्युक्तौ गच्छति गत्वा च खादकः भविष्यति खादनार्थं सः गच्छति इदानीम् अत्र त्वाप्रतिं योजनेन गत्वा च खादकः भविष्यत्कालात् भवति इदानीम् अधुना खादकः नास्ति इति तत्र प्रकोष्ठे दत्तम् एतद्विषये पश्येम अतः तुमुन् नुलौ क्रियायां क्रियार्थायाम् इति सूत्रेण भविष्यत्कालार्थे नुल् प्रत्ययः विधीयते अत्र तुमुन् अस्ति चेत् अत्र भावार्थे भवति नुल् प्रत्ययः स्वीकुर्मः चेत् अत्र कर्तृत्वे भवति कर्तृत्वे अत्र भविष्यत्कालार्थे नुल् प्रत्ययः विधीयते इदमपि बोध्यं यत् भविष्यत्कालार्थे अयं नुल् प्रत्ययः अव्ययं नास्ति अत्र सर्वदा त्वाप्रत्ययं तुमुन् प्रत्ययम् अत्र स्वीकुर्मः चेत् साधारणतया वयं वक्तुं शक्यते एव एतत् अव्ययम् इति परन्तु इदानीमत्र नुल् प्रत्ययः कर्तृत्वे भवति अव्ययं नास्ति त्रिषु लिङ्गेषु त्रिषु लिङ्गेषु इति भोजकः श्रूयते खलु महोदय नेट्वर्क् गच्छति पुनरपि त्रिषु लिङ्गेषु भवति एतत् विशेषणपदमिति स्वीकुर्मः चेत् अत्र त्रिषु लिङ्गेषु भोजकः भोजकम् इति भवति तर्हि अयं नुल् प्रत्ययः भविष्यत्कालार्थे एतत् किमपि वदति खलु महोदय श्रूयते किमपि उक्तवान् महोदयेन तद् न श्रुतं तदेव विशेषणार्थे इति तादृश नास्ति खलु एतद् भोजकः भोजिका इति वा भवति महति भोजकः रामः तद् सामान्य कर्तरर्थे कर्तरर्थे भवति तावदेव सत्यम् अस्तु अत्र त्रिषु लिङ्गेषु अत्र भवति अव्ययपदं नास्ति कर्तृत्वे भवति भोजकः इति पुल्लिङ्गपदं भोजिका इति स्त्रीलिङ्गपदं भोजकम् इति नपुंसकलिङ्गे भवति तर्हि अयं नुल् प्रत्ययः भविष्यत्कालार्थे किन्तु नुल् तृचौ इत्यनेन त्रिषु कालेषु एव भवति इति तत्र दत्तं भवति समीचीनम् तदा यदा वयम् आदौ उक्तवन्तः नुवुल् तृचौ इति सामान्यसूत्रं त्रिषु कालेषु भवति समीचीनं परन्तु तुमुन् नुवुलौ क्रियायां क्रियार्थायाम् इति सूत्रं भविष्यत्कालार्थे एव भवति अव्ययं तु नास्ति तद् वयं जानीमः एव नुवुल् इति अव्ययं नास्ति इदानीं तुमुन् विषये अग्रे प्रायः वक्ष्यते उदाहरणं स्पष्टं खलु भोजकः व्रजति इति इदानीं भोजकः नास्ति अनन्तरं भोजकः भविष्यति तादृश अर्थः स्वीकरणीयः अस्माकं एलेक्षन् टैम् मध्ये नेता गच्छति मन्त्री गच्छति तादृशं मान्त्रिकः गच्छति सत्यं तादृशमेव इदानीं नास्ति मन्त्रदातु अस्ति तत्र मान्त्रिक इति भवति मान्त्रिकः तादृश उदाहरणं तदेव सम्यक् भवति भोजकः अपि भवितुमर्हति नेता गच्छति इति तादृश अग्रे प्रधानमन्त्री गच्छति इति तादृश एव भविष्यति समीचीनम् अस्तु महोदय आम् वयं तादृशप्रयोगः न कृतवन्तः तुमुनेव कुर्मः खलु तुमुनः आम् आम् सत्यं सत्यं इत्येव भवति सर्वदा परन्तु यदा वयं प्रथमस्तरे यदा पाठितवन्तः तदा तुमुन् अथवा नूल् इत्यस्य तादृश अर्थः अस्ति इति न उक्तवन्तः खलु अतः वयं न जानीमः आम् इदानीं कुत्रचित् वयं यदा पश्यामः तदा तत्र किञ्चित् अनलैस् कर्तव्यम् एतद् भविष्यदर्थे अस्ति वा किम् इति परन्तु तदपि भवति खलु तत्र तत्र इदानीं तत् वैद्यकीयविद्यार्थी गच्छति वैद्यः गच्छति इति वदामः खलु तस्य वैद्यकीयशिक्षणं समाप्तं नास्ति तथापि तस्य प्रयोगं कुर्मः खलु अथवा ये अध्यापनवृत्तिं तत् अध्यापन तत्र बि एड् कुर्वन्तः सन्ति तेषाम् अध्यापकः गच्छति इति भावि अध्यापकः इदानीं नास्ति अध्यापकः गच्छति तत्र सत्यं सत्यम् आम् तादृशप्रयोगः इदानीं न चिन्तितवन्तः परन्तु तादृशप्रयोगः अस्ति एव अस्ति एव सत्यं सत्यम् आम् सत्यं परन्तु विशिष्टतलेषु एव भवति तत्र तादृश आम् तत्र प्रायः प्रथमस्तरे तु भ्रमः भवति इति एकस्मिन् एव अर्थे ते पाठितवन्तः परन्तु इतोपि अर्थाः सन्ति खलु द्रष्टव्यं यदा कुत्रचित् सेनायां यदि यदा तेषां प्रथमवारं भवति तत् सैनिकाः इति सैनिकाः नास्ति इदानीं न सन्ति सैनिकाः ट्रैनिङ्ग् मध्ये एव सैनिकाः अनन्तरमेव सैनिकाः भवन्ति तेषां प्रयोगः तादृशप्रयोगः भवति अस्तु महोदय भवान् एव तुमुन् प्रत्यये तुमुन् प्रत्यये नकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा अकारस्य उकारस्य उपदेश अनुनासिक इत् इत्यनेन इत्संज्ञा द्वयोः लोपानन्तरं तुम् इति अवशिष्यते निन्त्यादिमित्यम् इत्यनेन इत्संज्ञकनकारेण नित् प्रत्यये परे इत्संज्ञकनकारेण इत्संज्ञकनकारेण नित् प्रत्यये परे नित्यप्रत्ययपदे प्रकृतिप्रत्ययसमुदायस्य आदिस्वरः नित्यम् उदात्तः भवति अस्तु नित्यम् अस्तु इत्यनेन तत्र नित्यम् उदात्तं भवति आदिस्वरः उदात्तं भवति उदात्तम् इति भवति तत्र अस्तु अतः एव तत्र किमर्थम् इति नकारस्य तुम्मुन् इति नकारस्य प्रयोजनमस्ति तत्र स्वरविधानार्थं खलु आदिनित्यमुदात्तः भवति इत्संज्ञक उकारः उच्चारणार्थं यकृत्पत्यान्तं पदं मकारान्तं तस्य अव्ययसंज्ञा भवति कृण्मेजन्तः इति सूचनमस्तु तर्हि मकारस्य अस्तु मकार तुम् इत्यस्य मकारस्य कृत्पत्यान्त मकारान्तस्य प्रभावेन तस्य अव्ययसंज्ञा भवति सूत्रमस्ति कृण्मेजन्तः इति अस्तु इति सूत्रं यैः कृत्पत्यैः अव्ययपदानि निष्पद्यते ते भावार्थे भवन्ति यैः कृत्पत्यैः अव्ययपदानि निष्पद्यन्ते ते भावार्थे एव भवन्ति अव्ययकृतौ भावे अव्यये अस्तु अव्ययकृतौ भावे भवन्ति अस्ति तर्हि तद् कृत्पत्याः यत्र कृत्पत्याः कृत्पत्येन अव्ययसंज्ञा भवति ते सर्वे भावे एव भवन्ति इति महाभाष्यवाक्यमस्ति अव्ययकृतौ भावे इति भाष्यवचनात् तुमन्प्रत्ययः भावे भवति नार्धातिकसीड्बलादेः इति नेर्वशीकृति इत्याभ्याम् अयं तुमन्प्रत्ययः इडनुकूलः अस्ति अस्तु वलादि अस्ति न तु वष् नास्ति इति कृत्वा तत्र एतत् इडानुकूलः अस्ति अत्र तुमन् प्रत्ययस्य नकारस्य लोपः भवति हलन्त्यं उकारस्य अनुनासिक इत्संज्ञा इत्यनेन भवति तर्हि तत्र नकारस्य प्रयोजनमस्ति तत्र आदिस्वरण्य उदात्तः भवेत् इति अपि च मकारान्तस्य तुम् इति अस्ति तत्र मकारस्य अनेन तत्र कृण्मेजन्तः इति सूत्रेण अत्र मकारान्तः एजन्तः अपि च तत्र एजन्तः कृत्पत्याः अव्यसज्जकाः भवन्ति कृण्मेजन्तः इति उक्तम् अपि च एत अव्यय एत अव्ययकृत इति तत्र भावे भाष्यवचनमस्ति अव्ययकृतः भावे इति यत् ये यैः कृत्वत्यैः अव्ययपदानि निष्पद्यन्ते ते सर्वे भावार्थे भवन्ति इति महाभाष्यवचनमस्ति इति अस्ति भावार्थे इत्युक्ते तत्र व्यापारः केवल खलु तत्र किमपि भावार्थे इति व्यापार क्रिया क्रियार्थे एव तत्र क्रियार्थे अग्रे पठ किण्मेजन्तः इति इदानीं दृष्टवन्तः किण्मेजन्तः कृत्सञ्ज्ञकप्रत्ययः यः मान्तः एजन्तश्च तदन्तशब्दः अव्ययसंज्ञकः भवति मा च ए च मो मेचौ मेचौ अन्तौ यस्य सः मेजन्तः कृत्प्रथमान्तं मेजन्तः प्रथमान्तं द्विपदमिदं सूत्रं सुरादिनिपातम् अव्ययम् इत्यस्मात् अव्ययम् इति सनुवर्ति अनुवृत्तस्य सूत्रमस्ति कृत् मेजन्तः अव्ययम् इति अस्तु मकारान्ताः एजन्ताः कृत्प्रत्ययनिर्मिताः एजन्ताः मकारान्त प्रत्ययनिर्मिता निर्मिताः निर्मिताः शब्दाः तत्र अव्ययसंज्ञकाः भवन्ति इति अस्ति कृत् मेजन्तः अव्ययम् इति सूत्रं वदति प्रथम अध्यायस्य प्रथमपादस्य ऊनचतुर्चत्वारिंशत्तमं सूत्रमस्ति अत्र निदर्शने कष्टं सारि कृष्णं द्रष्टुं याति इति वाक्यम् अत्र याति इति गत्यर्थकक्रियायाः प्रयोजनमस्ति भविष्यति दर्शनक्रियासिद्धिः अतः दृष्टातोः तुमण्णुलौ क्रियायां क्रियार्थायाम् इत्यनेन तुमन् प्रत्ययः विधीयते अत्र दृश् इत्यस्य द्रष्टुम् इत्यस्य रूप तत्र रूपसिद्धिः दृष्टातोः तुमन् दृचौ तमिळ्नुलौ क्रियायां क्रियार्थमित्यनेन क्रियार्थां क्रियायाम् उपपदे भविष्यत्ते तुमन् प्रत्ययः विधीयते दृश्योग तुमन् हलन्तम् उपदेशनासीत् तस्य लोपः इदानीं दृश्योग तुम् अस्ति आधातुकस्य इद्वलादे नेत् वशीकृति इत्याभ्यां तुमन् प्रत्यय इदानुकूल अस्ति परन्तु दृश्धातुः अनुदात्त इत्यस्मात् एका च उपदेश अनुदात्तात् इत्यनेन इडागमः बाधितः दृश्योग तुम् इदानीं तत्र त्रिजिदिशो झलि अम् इति अकिति इत्यनेन तत्र अमागमः तत् एतत् पुगन्तलघुपद इत्यस्य अपवादः अस्ति तत्र इदानीं तत्र ऋकारात् अनन्तरं भवति अकारः अनन्तरं तत्र किं भवति अम् अस्ति खलु अतः दत्तमस्ति मिदति अन्त्यात् परः इत्यनेन अन्तिमात् अच् परः दृश्योगम् युगत्वम् इदानीं तत्र इको एणचित् सूत्रम् आगच्छति द्रश् इति भवति द्रश्यो गतुम् इदानीं षकारस्य षत्वं प्रश्च प्रश्च इत्यादि सूत्रेण अनन्तरं षकार सकारयोः मेलनेन अत्र सुत्वं द्रष्टुम् इति भवति द्रष्टुं द्रष्टुम् इति अस्ति द्रष्टुम् एक सु इति अस्ति सुप्रत्ययस्य तत्र अव्ययादाप्सुपः इत्यनेन तत्र अव्ययपरस्य अप्रत्ययस्य लोपः लुक् क्षम्यतां लुक् इति भवति द्रष्टुम् इति पदं निष्पन्नम् इति अत्र दत्तमस्ति सुदृशोः जलि अमकिति इति वयं जानीमः सुदृशोः अम् जलि अकिति इति वयं पूर्वं दृष्टवन्तः खलु तत्र वयं तत्र लुट्लकारे वयं दृष्टवन्तः कृण्मेजन्तः इत्यनेन अव्ययसंज्ञा भवति कृत्संज्ञकप्रत्ययस्य यः मान्तः एजन्तः तादृशेषु कृत् प्रत्ययेषु अव्ययसंज्ञा भवति एजन्ताः वा पश्यामः 1139 एतद् तदेव तत्र एकस्मिन् अधिकारे किमपि नास्ति पूर्वम् अनन्तरम् कारान्तः उत एच् वर्णान्तः कृत् प्रत्ययः यस्य अन्ते विद्यते सः शब्दः अव्ययनाम्ना ज्ञायते अस्तु मकारान्तः तु अस्ति एजन्तः अष्टाध्याय्यां कृदधिकारे एजन्ताः प्रत्ययाः एकेनैव सूत्रेण दत्ताः सन्ति तुमु तुमर्थे से से नसे असेन् से त्री फोर् वन् सत्यं सत्यं अनेन पाठिताः सर्वे प्रत्ययाः एजन्ताः, एते सर्वे वैदिकप्रत्ययाः, वैदिक अतः एव न दृष्टवन्तः सत्यम्। एतेषां प्रयोगेण अपि अव्ययाः सिद्ध्यन्ति। कर्तुं कृतवितसमासाश्च इत्यनेन प्रातिपदिकसंज्ञा, कृण्मेजन्तः इत्यनेन अव्ययसंज्ञा, कर्तुम् इति भवति कृण्मेजन्तः। धन्यवादः महोदय। कृण्मेजन्तः इति सूत्रेण अव्ययसंज्ञा भवति। अरुणा भगिनी तद् परिचितमेव खलु, गतपाठे अपि दृष्टवन्तः अम् आगमः भवति। समानकर्तृकेषु तुमुन्, समानकर्तृकेषु तुमुन्, येषां कर्ता समानः तादृश इच्छार्थकधातूनाम् उपस्थितौ च तेषाम् उपपदसंज्ञायां सत्यां धातोः तुमुन् प्रत्ययः भवति। इच्छार्थेषु धातुषु समानकर्तृकेषु उपपदेषु धातोः तुमुन् प्रत्ययो भवति इति काशिका। तत्र उपपदं सप्तमीस्तम् इत्यस्य बलेन इच्छार्थेषु समानकर्तृकेषु इत्यनेन ये धातवः सूचिताः तेषाम् उपपदसंज्ञा भवति च तेषाम् उपस्थितौ एव धातुमात्रात् तुमुन् प्रत्यये विधीयते। समानः कर्ता येषां ते समानकर्तृकाः तेषु समानकर्तृकेषु बहुव्रीहि। समानकर्तृकेषु सत्यम्यन्तं तुमुन् प्रथमान्तं द्विपदमिदं सूत्रम्। इच्छार्थेषु लिङ् लौटौ इत्यस्मात् इच्छार्थेषु इत्यस्य अनुवृत्तिः, प्रत्ययः परस्य धातोः इत्येषाम् अधिकारः, अनुवृत्तिसहितसूत्रं धातोः तुमुन् प्रत्ययः परश्च इच्छार्थेषु समानकर्तृकेषु। ओके, अधुना नूतनसूत्रमस्ति समानकर्तृकेषु तुमुन्, तुमुन् प्रत्यय विषये नूतनसूत्रमस्ति समानकर्तृकेषु तुमुन् इति सूत्रे वदति यत्र कर्ता समानः तादृश इच्छार्थकधातूनां इच्छार्थकधातुकान उपस्थितौ च तेषाम् उपपदसंज्ञा यां सत्याम्। अस्ति सूत्रं भगिनि, उपपदसंज्ञायां सत्यां तद् पूर्वमपि दृष्टवन्तः खलु क्रियार्थायां तु तुमुन् प्रत्यय। सो तुमुन् प्रत्यय एक कर्ता समानकर्ता इच्छार्थे धातूनाम् अस्ति चेत् पदम् उपपदसंज्ञा भवति, तुमुन् प्रत्यय अपि विधीयते। इच्छार्थेषु धातुषु समानकर्तृकेषु उपपदेषु धातुः तुमुन् प्रत्ययो भवति इति काशिकायामपि तदेव दत्तम्। इच्छार्थेषु धातुषु समानकर्तृकेषु उपपदधातोः तुमुन् प्रत्ययः इति अत्र दत्तम्। आम् सत्यं, परन्तु तस्य पृथक्तया उक्तम् इत्युक्ते पूर्वस्मिन् सूत्रे इच्छा न आगच्छति, तत्र तु न उक्तं खलु तुमुन् नुवुलौ क्रियायां क्रियार्थायाम् इत्येव उक्तम्। तत्र इच्छा इच्छा इत्युक्ते तत्र इच्छा एव तत्र भवितुमर्हति न भवितुमर्हति केवलम् इच्छा साक्षात् गच्छति इच्छति भेदः अस्ति खलु तादृशं गच्छति इति क्रिया प्रत्यक्षेण वयं वक्तुं परन्तु इच्छति इति भावना तादृश तत्र भोक्तुम् इच्छति भोक्तुं गच्छति भोक्तुम् इच्छति भोक्तुं गच्छति इत्यस्मिन् क्रियां करोति अपि अग्रे सा कार्यं करोति इदानीं भोक्तुम् इच्छति इत्यस्मिन् तत्र इच्छा एव अस्ति तत्र अग्रे करोति वा न करोति वा इति नास्ति स्पष्टता नास्ति सत्यं आम् सत्यं सत्यमेव आम् आम् किञ्चित् आम् सत्यं पठितुम् इच्छति इति अस्ति पठामि वा न वा इति न जाने खलु आम् पठितुं गच्छति इत्युक्ते तत्र क्रियार्थक्रिया करोति एव तस्मिन् अर्थे साधनार्थमेव गच्छति खलु पठनार्थं गच्छति अत्र अत्र नास्ति इच्छा केवलम् इच्छा पठितुम् इच्छा न जाने खलु बहु बहवः छात्राः आगच्छन्ति वर्गे पठितुम् इच्छामि इति उक्त्वा एकमासम् अथवा एकवर्षं गत्वा पश्यामः इच्छा केवलम् इच्छा एव अस्ति चत्वारः वा पञ्च एव अवशिष्टाः तावदेव सर्वेषु वर्गेषु आरम्भिकस्तरे वर्गेषु अपि तादृशमेव गृहपाठम् इति वयं यदा दद्मः ते तु पलायन्ति आम् न दातव्यं ध्वनिमुद्रणं शृणोतु इति किमपि न वक्तव्यं ते तादृशस्थितिः इदानीं तत्र सर्वकारे स्वीकृत्य आगच्छन्ति चेत् सर्वकारीयशालासु तादृश एव स्थितिः अस्ति बालकाः छात्राः नागच्छन्ति ततः ते किमपि दास्यन्ति आगच्छन्तु ब्याग् आमाम् अस्माकं वर्गे अपि तादृशं करणीयमेव चाकलेहं ददामि आगच्छन्तु वर्गं प्रति इति वर्गे अपि आसीत् मम बाल्यकाले तादृश आसीत् अस्माकम् एक एव अध्यापिका आसीत् पञ्च वर्गपर्यन्तम् एक एव अध्यापिका सा चाकलेहं ददाति स्म सत्यं सत्यं सत्यं व्याकरणं यदा इदानीं पाणिनीयव्याकरणम् अहम् अवगच्छामि तत्र किञ्चित् क्लेशः अस्ति सर्वे अवगन्तुं न शक्नुवन्ति तत्र दृढतया तत्र वर्गे उपस्थितं भवितव्यं सर्वम् अवगच्छामि प्रारम्भिकस्तरे किम् अस्ति तत्रापि एतादृशः एव खलु इच्छा बहु किमपि अस्ति परन्तु अत्र किञ्चित् समूहः अस्ति अत्र इदानीम् अत्र कुमारसम्भवम् अस्ति अनन्तरं बहवः ग्रन्थाः सन्ति खलु एतत् पठनार्थं बहु इच्छा सन्ति एव अनन्तरम् अर्थमपि समीचीनतया उक्तवन्तः अस्माकं कृते किं भवति एकं पदं स्वीकृत्य एकमेकं शब्दं स्वीकृत्य अत्र व्याकरणविशेषः किम् अस्ति इति वदतु चेत् पलायः इदानीं भवति किम् तावदेव समीचीनतया ते उक्तवन्तः एव अर्थं जानाति एतत् समीचीनं किमर्थम् अत्र सूत्राणि रामः इति अस्ति चेत् गैप्रत्ययम् अनन्तरं ससजुषुरुः करावसानयोर्विसर्जनीयः सुजसमोषस् ओ एतत् सर्वाणि सन्ति वा अत्र एतत् अस्माकं पर्यन्तं न अचलत् अतः एतत् कृपया त्यजतु अर्थमेव अत्र इच्छन्ति स्म एकदपि एतदपि अस्ति अतः बहवः भिन्नभिन्नवर्गाः सन्ति खलु अतः तेषां तत्र चाय्स् तत्र तत्र सर्वत्र गच्छन्ति अतः तत्र काकतीतः भवन्ति अस्माकं तत्र न भवति खलु अतः किमपि सम्पूर्णं न पठामः तत्र भवति अस्माकं कृते परीक्षा अस्ति कोविड् अस्ति एतत् अस्ति एतत् एतत् समाप्य अनन्तरम् आगमिष्यन्ति फला एतत् त्यक्तव्यमेव इति चिन्तितवन्तः अत्र अन्य उपायमपि कृतवन्तः अत्र एतत् परीक्षा अस्ति इति ते न इच्छन्ति किं न अत्र प्रथमं अत्र अस्ति चेत् दशजनाः सन्ति पञ्चदशजनाः सन्ति क्रमेण पश्येम चेत् अत्र चत्वारः त्रीणि सत्यं सर्वेषु वर्गेषु तदेव सर्वेषु वर्गेषु मम वर्गे यदा गृहपाठं दास्यामि तदा सर्वे अग्रिमवर्गे अद्वैत एक एव भवति सत्यम् अद्वैत अहमेव अध्यापिका अहमेव छात्रा तावत् समयः एव व्यर्थं भवति सत्यं सत्यम् अहं तु सप्ताहचतुष्टयं प्रयोज्यकर्ता इत्येव उक्तवती ते अग्रिमसप्ताहे आगच्छन्ति चेत् प्रयोज्य प्रयोजक उल्टा एव वदन्ति अहमपि वारं वारं वदामि लिखन्तु कुत्रचित् लिखन्तु तदा मनसि आगच्छन्ति वयं यदा करोतु इति वदामः ते तु अग्रिमसप्ताहात् तावदेव तदेव भवति लौकिकविग्रहवाक्यं किम् अलौकिकविग्रहवाक्यं किम् इति दश वारम् उक्तवान् अहं वदामि अपि अत्र लौकिकविग्रहवाक्यम् अलौकिकविग्रहवाक्यं किम् इति ज्ञातुं न शक्नुवन्तः अत्र बहवः क्लेशः भवति एव मनसि न स्थापितवन्तः महोदय सत्यम् इच्छा एव अस्ति तावदेव किमपि प्रयत्नः नास्ति केवलम् इच्छा 2000 मम वर्गः तु 2009-2010 आरम्भम् भवत्याः वर्गः अनन्तरं स्वरूप् महोदय वर्गः अस्ति विद्या महोदय वर्गः एतत् सर्वाणि इतपर्यन्तं चलन्ति एव अहं न एतत् विषये मम कृते अत्र त्याज्यम् इति न मया चिन्तितम् इतपर्यन्तं गच्छति एव इदानीं समानकर्तृकस्य सम्यक् अवगमनम् अभवत् सम्यक् अवगमनं जातं समानकर्तृकस्य सत्यं सर्वेषां तादृशमेव स्थितिः तादृशी स्थितिः एव तस्यैव उपयोगः भवति समानकर्तृकेषु समान इच्छार्थेषु समानकर्तृकेषु तदेव अस्ति किं कर्तव्यम् अस्तु भगिन्या पठितं खलु तदेव तदेव अस्ति उदाहरणं वदतु भगिनि देवदत्त पठामि भगिनि अन्यं देवदत्तः इच्छति भोक्तुं देवदत्तः कामयते भोक्तुं देवदत्तः वाञ्छति भोक्तुं देवदत्तः वष्टि भोक्तुं वष्टि भोक्तुम् एषु वाक्येषु इच्छार्थकधातवः सन्ति इच्छति कामयते वाञ्छति वष्टि अधातौ वष्टादौ एते च उपपदसंज्ञकाः अस्यां दशायां समानकर्तृकभुज् धातुः धातुतः तुमुन् प्रत्यय विधीयते देवदत्तः इच्छति भोक्तुं भुज् धातुतः तुमुन् प्रत्यय विधीयते इति वाक्ये इच्छति च भोक्तुं च अनयोः कर्ता समानः प्रश्न उदेति किमर्थमत्र समानकर्तृकेषु उक्तं किन्तु तुमुनुलौ क्रियायां क्रियार्थायाम् इति सूत्रे न उक्तम् उभयत्र समानकर्तृकत्वं वर्तते बालकः पठितुं गच्छति इति वाक्ये अपि यः पाठिष्यति सः एव गच्छति उत्तरमस्ति यत्र यत् अत्र अन्य अन्यया अन्यथा बोधौ न जायते किन्तु देवदत्त इच्छति भोक्तुम् इति वाक्ये भवितुम् अर्हति यत् यत् देवदत्त इच्छति यत् अन्यः कोऽपि खादेत् तत्र इच्छा अस्ति अपि च बोधनक्रिया अस्ति तत्र भवितुम् अर्हति यत् भिन्नकर्तकव्यं स्यात् तदा भवेत् चेत् किन्तु तुमुन् प्रत्ययव्यवहारः न भवेत् ओके उदाहरणं समानकर्तृकेषु इति सूत्रे देवदत्तः इच्छति भोक्तेषु देवदत्तः कामयते भोक्तुं देवदत्तः वाञ्छति भोक्तुं देवदत्तः वष्टि भोक्तुम् अत्र वाक्येषु इच्छात्मकदातवः इच्छति कामयते वाञ्छति वष्टि इति धातुः धातुरूपाणि सन्ति इच्छार्थे तेपि उपसंज्ञकस अत्र प्रश्ने उदेति अत्र उपपदसंज्ञकः अस्ति कर्ता अपि समानकर्तकः अस्ति इति कारणमस्ति चेत् किमर्थम् अत्र तुमुण्लौ क्रियायां क्रियार्थायां सूत्रं कार्यं न भवति केवलं समानकर्तृकेषु इति उदाहरणं क्षमतां भगिनि न तत्र प्रश्नः कः इत्युक्ते तुमुण्णुवुलौ क्रियायां क्रियार्थायाम् इति सूत्रे समानकर्तृकेषु इति न उक्तं किमर्थं तद् न उक्तम् इति प्रश्नः तदेव प्रश्नः अन्य पठतु भगिनि आम् अस्तु नास्ति अस्तु अस्तु तत्रापि समानकर्तृकत्वम् अर्थ अस्ति एव रुमुण्णुवुलौ क्रियायां क्रियार्थायाम् इत्यत्रापि समानकर्तृकत्वम् अस्ति एव तत्रापि बालकः पठितुं गच्छति इति समानकर्ता बालकः एव पठति बालक पठिष्यति बालकः एव गच्छति अथवा गमिष्यति इति तत्र समानकर्ता एव अस्ति तदापि तत्र उत्तरमस्ति अत्र अन्यथा बोधो न जायते अत्र वयम् अवगन्तुं शक्नुमः बालकः समानकर्ता अस्ति तदेव समानकर्तृकत्वम् इति सूत्रे पृथक्तया न उक्तं चेदपि वयम् अवगन्तुं शक्नुमः परन्तु अत्र सूत्रे स्पष्टतया समानकर्तृकेषु इति किमर्थम् उक्तम् इत्युक्ते देवदत्तः इच्छति भोक्तुम् इत्यत्र अर्थः अन्यथा भवति देवदत्तः अन्यान् अन्य कोऽपि खादेत् इति इच्छति खलु तादृश अर्थः अपि भवितुमर्हति तादृशेषु अर्थेषु तुमुन् प्रत्ययः न विधीयते तद् स्पष्टीकरणार्थमेव सूत्रे समानकर्तृकेषु इति तावदेव अत्र विषयः समानकर्तृकेषु इति किमर्थं न उक्तम् इति परन्तु तत्र सूत्रे यद्यपि न उक्तं तदापि तत्र समानकर्ता एव भवेत् अत्र स्पष्टीकरणार्थम् उक्तम् इत्येव भेदः समीचीनमेव खलु अत्र यदपि भवितुमर्हति खलु अन्यथा अर्थः भवितुमर्हति देवदत्ते इच्छति अन्यः खादेत् इति अर्थः अपि भवितुमर्हति सः तत्र समानकर्तृकेषु इति उक्तम् अन्यथा समानकर्तृक नास्ति चेत् न भवेत् तर्हि न भवति खलु तर्हि सत्यं देवदत्तः रामः भोक्तुम् इच्छति इति भवति वा तर्हि देवदत्तः देवदत्तः रामस्य कृते वा देवदत्तः रामः इच्छति रामः रामः देवदत्तः तत्र न भवति खलु रामः तादृशेषु अर्थेषु न भवति इत्येव वदति न भवति भवति इति समानकर्तृकेषु इति उक्तम् अतः एव आम् सत्यं सः प्रायः इच्छति खलु तस्य गृहे अतिथि आगच्छति सः भोक्तुं तस्य सः भोजनं करोति इति स इच्छेत् खलु रामेण भोक्तुम् इच्छति इति न भवितुमर्हति न भवति न भवति न भवति रामेण भोक्तुम् इच्छति इति न भवति अतः न भवति देवदत्त एव भोक्तुमिच्छति एव भवितुमर्हति सत्यम् अन्यः कोऽपि खादेदिति न भवति तत्र तुमुन् प्रत्ययः न भवति तुमुन् न भवति तावदेव आम् सत्यम् विजया भगिनी सूक्ष्मभेदः सम्यक् पाणिनिः सूत्रणापि सत्यं बहु सम्यक् अस्ति सम्यक् अस्ति. महोदय आम् अन्यः प्रश्नः उदेति. अन्यप्रश्नः उदेति यत् देवदत्तः भोक्तुमिच्छति, बालकः पठितुं गच्छति इति द्वयोः वाक्ययोः अपि अर्थः भविष्यति अस्त्येव. यतोहि भोक्तुमिच्छति इति स्थले अपि देवदत्तः न खादति वर्तमाने, अग्रे गत्वा खादिष्यति, तदेव खलु इच्छार्थः. तर्हि किमर्थम् उक्तं यत् यः तुमुन् प्रत्ययः तुमुन्नुल्लौ क्रियार्थायाम् इति सूत्रेण विहितः, सः भविष्यत् अर्थकः. किन्तु समानकर्तृकेषु तुमुन् इत्यनेन यः तुमुन् प्रत्ययः विहितः सः भविष्यर्थकः इति न उक्तम्. यतोहि भविष्यतर्थः च इच्छार्थः च समानः न. एकः अस्ति यत् अग्रे गत्वा भविष्यति, अन्यः अस्ति केवलम् इच्छा, खादितुम् इच्छति किन्तु न खादिष्यति. सो अपि भवितुम् अर्हति. अतः एकः सुमुन् व्यवहारः भविष्यति अस्ति, अन्यः इच्छार्थे अस्ति. अत्र इदानीं देवदत्तः भोक्तुमिच्छति इति अस्ति, अनन्तरम् अत्र बालकः पठितुं गच्छति इति, भोक्तुमपि तुमुनान्तम् अत्र, पठितुमपि तुमुनान्तम् अत्र. द्वयोः वाक्ययोः अर्थं किं भविष्यार्थे एव अस्ति, गच्छति अनन्तरम् इच्छति इति अस्ति. यतोहि भोक्तुम् इच्छति इति स्थले अपि देवदत्तः न खादति वर्तमाने, अत्र खादनक्रिया न अभवत्, आरब्धा एव, परन्तु अत्र न खादति, देवदत्तः न खादति इति. अग्रे गत्वा खादिष्यति इत्यर्थे एव आगच्छति, तदेव खलु इच्छार्थः. तर्हि किमर्थम् उक्तं यत् यः तुमुन् प्रत्ययः तुमुन्नुलौ क्रियार्थायाम् इति सूत्रेण विहितः सः भविष्यर्थकः एव. किन्तु समानकर्तृकेषु तुमुन् इत्यनेन तुमुन् प्रत्ययः विहितः एव. समानकर्तृकेषु इति सूत्रेण अत्र इच्छार्थेषु धातुषु अत्र तुमुन् प्रत्ययः भवति. समानकर्तृकेषु उपपदेषु अपि अत्र तुमुन् प्रत्ययः भवति. इदानीमत्र भविष्यति इति नास्ति इति, भविष्यति भविष्यति इति अर्थः इति न उक्तम् अत्र. समानकर्तृकेषु तुमुन् इति अस्ति, परन्तु अत्र भविष्यत्तर्थकः इति अत्र न उक्तमेव. यतोहि भविष्यत् अर्थः न इच्छार्थः, भविष्यति इति एव भवति, अत्र इच्छार्थः नास्ति एव. अतः द्वयोः मध्ये समानः न. एकः अस्ति यत् अग्रे गत्वा भविष्यति इति एव भवति. अत्र देवदत्तः न खादति वर्तमाने, अतः तत्र अग्रे गत्वा भविष्यति इति अर्थे एव एतत् भविष्यति इत्यर्थे एव अत्र अस्ति. अत्र अन्यः अस्ति केवलम् इच्छार्थे एव अस्ति. इदानीं खादितुम् इच्छति किन्तु न खादिष्यति, इच्छति इति अर्थे एव अत्र अस्ति, परन्तु अत्र खादनक्रिया न अभवत् एव, आरब्धा एव, कार्यम् आरब्धा, परन्तु अत्र प्रयोगेण कृतमेव. सः अपि भवितुमर्हति इत्येव भविष्यत्कालार्थे एव अस्ति अत्र. अतः एकः तुमुन् व्यवहारः भविष्यति अर्थे एव अस्ति, अन्यः इच्छार्थे अस्ति, भवति वा न भवति वा इति अत्र इच्छार्थे अस्ति एव, तदेव खलु महोदय अत्र सत्यं तुमुन् नुवुलौ क्रियायां क्रियार्थायाम् इति सूत्रेण भविष्यदत्ते विहितः तुमुन् समानकर्तृकेषु तुमुन् इति तत्र अत्र भविष्यति गम्यादः इति भविष्यति इति पदं पदस्य अनुवृत्तिः नास्ति अत्र अस्मिन् सूत्रे अस्मिन् सूत्रे सूत्रे तुमुन् नुवुलौ क्रियार्थं क्रियाम् इति अत्र तत्र अस्ति, तत्र भविष्यति इति अनुवृत्तिः अस्ति, अत्र अनुवृत्तिः नास्ति. किमर्थम् अत्र नास्ति आवश्यकता नास्ति, अत्र भविष्यति भवति वा इति न इच्छा एव सत्यं सत्यं धातोः तुमुनुवुलौ प्रत्ययौ परश्च भविष्यति क्रियार्थायां क्रियायां तत्र भविष्यति इति भवति. अत्र तु धातोः तुमुन् प्रत्ययपरश्च इच्छार्थेषु समानकर्तृकेषु इति एव तावदेव सत्यं सत्यं सत्यं भवितुमपि अर्हति नापि इति अस्ति सम्यक्. महोदय भवान् एव सिद्धान्तकौमुद्याम् उक्तम् अस्तु, सिद्धान्तकौमुद्याम् उक्तं यत् अक्रियार्थ उपपदम् उपपदार्थम् एतत् समीचीनमेव समीचीनतया उक्तम् अक्रिया. अनेन बुद्धं यत् तुमुण्णुलौ क्रियायां क्रियार्थायम् इति सूत्रेण क्रियार्था क्रिया उपपदसंज्ञका अस्ति चेत् एव धातो तुमुन् प्रत्ययः विधीयते, किन्तु समानकर्तृके तुमुन् इति सूत्रेण क्रियार्था क्रिया नास्ति चेदपि इच्छार्थक उपपदसंज्ञका क्रिया अस्ति चेत् धातोः तुमुन् प्रत्ययो विधीयते. अस्तु, तर्हि अत्र अक्रियार्थ इच्छार्थ इत्यत्र क्रिया नास्ति, अक्रियार्थ इति इच्छार्थक ये अक्रियार्थ क्रिया इति नास्ति के इति अस्ति, तत्र पठितुम् इच्छति इति अस्ति, तत्र क्रिया नास्ति, केवलम् इच्छा एव अस्ति. इच्छा केवलम् इच्छा इति किमपि सत्यं, तत्र क्रिया किमपि नास्ति, तत्र मनसि भवेत् स्यात् क्रिया, तावदेव तत्र शरीरस्पन्दनादि क्रिया नास्ति. सत्यं सत्यं इन्द्रियाणां स्पन्दनं भवति, परन्तु गमनं पठनं पाकक्रिया तादृश किमपि फिजिकल् मूमेण्ट् वा किमपि तादृशं नास्ति, केवलं मनसि एव चिन्तनं तदा चिन्तयति इत्यस्य अपि तादृशं वदति वा? आमां चिन्तयति इति तादृशमेव खलु, तद् अक्रिया क्रिया खलु, अक्रिया तत् क्रिया एव नास्ति, केवलं तत्र मानसिकक्रिया एव तत् सत्यं. सम्यक्, एतदपि नूतनविषयः एव क्रिया इत्यस्यापि भागद्वयं. तर्हि पठितुम् इच्छति संस्कृतं पठितुम् इच्छति इति चेत् तत्र अक्रिया अक्रिया अस्ति, केवलं इच्छा एव क्रियार्थो उपपदार्थमेतत् क्रियार्थो उपपदार्थ. अग्रे पठामि वा अग्रिमसूत्र? आम् आम् अग्रिमसूत्रं शकदृश जग शकदृश ज्ञा ग्ला घट रब लभ क्रम सः अर्ह अस्ति अर्थेषु तुमुन् शकदृश ज्ञा ग्ला घट रब लभ क्रम सः अर्ह अस्ति अस्त्यर्थेषु तुमुन् अत्र इति सकदृशज्ञा ग्ला घट लभ लभ क्रम सः अर्ह अस्ति इति येषु अस्त्येषु उपपदेषु धातो तुमुन् स्यात्. अस्तु, तत्रोपपदं सप्तमीस्थम् इत्यस्य पदेन सकदृशज्ञा ग्ला घट लभ लभ क्रम सः अर्ह अस्ति अर्थेषु इत्यनेन ये धातवः सूचिताः तेषाम् उपपत्संज्ञा भवति, तेषाम् उपस्थितौ एव धातुमात्रात् तुमन् प्रत्ययः भवति. अस्ति अस्ति इति अर्थः येषां ते अस्त्यर्थाः अस्तु अस्ति अस्त्येषु इति उक्तम् अस्तु अस्ति इति इत्यस्य एव अन्येषां शक् इत्यस्य शक्नोति इति कोऽपि तादृश समनासकमस्ति वा केवलम् अस्ति अस्ति धातोः अस्धातो एव वा द्रष्टव्यं त्री फोर् इदानीं त्री फोर् जातं त्री त्री वयम् आगतं त्री फोर् किं सूत्रसङ्ख्या महोदय त्री फोर् सिक्स्टि फैव् अस्ति अर्थेषु इत्येव तत् सर्वेषां धातूनां अर्थेषु इति अस्ति वा केवलम् अस्धातो एव अर्थेषु एकनिमिष षत्वादिषु उपपदेषु अस्ति अर्थेषु वा अस्ति अर्थेषु इत्येव अस्ति महोदय शकादिषु उपपदेषु अस्ति अर्थेषु वा धातुमात्रा तुमुन् प्रत्ययो भवति अक्रियार्था उपपदार्थस्य आरम्भः भवति अस्ति वर्तते इति अर्थेषु भवति परन्तु अन्यत् सर्वं साक्षात् समानार्थकः नास्ति समानार्थकः नास्ति अस्तातु आं सत्यम् इत्यनेन ये दातु चेत् तेषाम् उपसंज्ञा अस्ति अस्ति इति अर्थः येषां ते अस्त्यर्थाः बहुव्रीहि शकश्च ऋषश्च ज्ञाश्च ग्लाश्च घटश्च रभश्च लभश्च क्रमश्च सहश्च अर्थश्च अस्त्यर्थाश्च तेषाम् इत्येतदन्तः शकदृशज्ञा ग्ला घट लभ लभ क्रमसहास्त्यर्थाः तेषु शकदृशज्ञा ग्ला घट लभ लभ क्रमसहासास्त्यर्थेषु शकदृशज्ञा ग्ला घट लभ लभ क्रमसः अर्थ अस्ति अर्थेषु सप्तमन्तं तुमन् प्रथम प्रथमान्तं द्विपदमिदं सूत्रं प्रत्ययः परश्च धातोः इत्येषमधिकारः अनुवृत्तिसूत्रमस्ति धातोः तुमन् प्रत्ययः परश्च शकदृशज्ञा ग्ला घट लभ लभ क्रमसः अर्थ अस्ति अर्थेषु अस्तु एतेषु तत्र उपपदेषु तत्र धातोः उपपदे एते धातवः सन्ति तत्र एते धातवः तेषाम् उपपदसंज्ञा भवति तर्हि तत्र तत्र किमस्ति अत्र धातोः सुमन् प्रत्ययः भवति इति तत्र पश्यामि तत्र उदाहरणं दश धातवः सन्ति खलु आम् आम् सत्यं दश दश धातवः एकः अस्ति इति अस्ति अपि स्वीकृत्य एव दश अस्ति दश धातवः अस्ति इत्यस्य अस्ति अस्ति इति भिन्नार्थे शक्नोति भोक्तुम् इति शक्नोति भोक्तुम् इति अपि शक् धातोः इदानीं शक् उपपदे सति तत्र अन्यस्य तत्र धातुः उत्तमं प्रत्ययः भवति अत्र शक्नोति भोक्तुं दृष्णोति भोक्तुं खादनार्थं प्रवीणः जानाति भोक्तुं खादनार्थं प्रवीणः विशेषार्थे भवति ग्लायति भोक्तुं खादनार्थं समर्थः घटते भोक्तुं साधने योग्यः आरभते भोक्तुं लभते भोक्तुं भोजनं प्राप्नोति इत्यर्थः प्रक्रमते भोक्तुं खादनस्य आरम्भः करोति उत्साहते भोक्तुम् अर्हति भोक्तुम् अस्ति भोक्तुम् आहारः वस्तु अस्ति भो अस्ति भो अस्ति भोक्तुम् इत्युक्ते तत्र कोऽपि क्रिया नास्ति खलु तत्र अपरक्रिया नास्ति तत्र आहारः वर्तते इत्यर्थः भवति भोक्तुम् एवमेव विद्यते भोक्तुम् एवमेव विद्यते भोक्तुम् इत्युक्ते तत्र भोक्तुम् अस्ति इति आहारः वर्तते आहारः वर्तते कोऽपि अतिथिः आगच्छति चेत् वयं वदामः खलु अस्ति भोक्तुम् भोक्तुम् अस्ति इति वदामः भोक्तुम् अस्ति आहारः वर्तते भवान् अपि आगच्छतु इति सामर्थ्यार्थे इति चिन्तयामि अन्येषु शक्नोति भोक्तुं तृष्णाति भोक्तुं सामर्थ्यार्थे तत्र अर्थः अतः भविष्यदर्थे इच्छार्थे इदानीं सामर्थ्यार्थे तृतीयः जानाति प्रवीणः इति जानाति भोक्तुं तत्र प्रयोगः भवति सा जानाति अर्थः सत्यं सम्यक्तया खादति इति सः जानाति सम्यक् खादति कथं तत्र प्रयोगः भवति सत्यं वक्तुं जानाति इति घटते भोक्तुमपि प्रयोगे अस्ति एव खादनयोग्य खादने योग्यः घटते भोक्तुम् आरभते भोक्तुम् इति अर्थः आरभते आरभते भोजनस्य प्रारम्भः भवति इति वा प्रारम्भः कृतः तस्य सामर्थ्यमस्ति इति लभते तदपि प्रयोगे अस्ति खलु लभते भोक्तुम् अत्र लभते वा इत्युक्ते भोक्तुं लभते इति भोजनं प्राप्नोति भोक्तुं लभते अत्र भोक्तुं लभते इति प्रक्रमते इति आरभते समानमेव दृश्यते खादनस्य आरम्भं करोति आदिकर्मणि प्रक्रमते सत्यं प्र इति उपसर्गः खलु उत्सहते भोक्तुं व्याख्याकारेषु मतभेदः अस्ति यत् अस्मिन् सूत्रे अस्तु अस्तेषु इति अंशः अन्वेति सर्वेषु उक्तेषु धातुषु अथवा केवलम् अस्तासु अस्ति सिद्धान्तकौमुद्यमुच्यते यत् अन्वयः भवति अस्ति इत्यस्मिन्नेव इति परन्तु अन्ये वैयाकरणं प्रदर्शयन्ति यत् उदाहरणार्थं शक्नोति इत्यस्मिन् अर्थे पारयति इत्यस्य पारयति भोक्तुम् इति अत्र वार शक्नोति भोक्तुम् इति पारयति इत्यस्य व्यवहारः लभ्यते साहित्ये न पारयामि निवेदयितुम् इति वस्तु हा तदस्ति न पारयामि निवेदितुम् इति निदर्शनम् इति तत्र साहित्ये तादृशप्रयोगः अस्ति यस्य अर्थः शक्नोति इति अर्थे अतः तत्र तस्मिन् तत्र अस्तु अग्रे किमस्ति विदुधातोः ज्ञानार्थे अपि यथा न च वेदः सम्यक् द्रष्टुं न सा इति निदर्शनं न च वेदः सम्यक् द्रष्टुं न वेद अत्र न वेद न च वेद न सा इति न च वेद विद्धातोः ज्ञानार्थे तत्र निदर्शनम् अतः अर्थेषु इत्यस्य अन्वयः प्रायः सर्वेषु उक्तेषु धातुषु स्यात् इति अस्ति तत्र साहित्यं न जान तत्र शिष्टप्रयोगं दृष्ट्वा एव द्रष्टव्यं भवति तत्र सरि अत्र मतभेदः अस्ति इति कृत्वा अस्धातो एव केचन वदन्ति अस्धातो एव इति तत्र सिद्धान्तकौमुद्याम् इति भवति अस्ति परन्तु अन्ये वैकरणं भवन्ति अन्येषु अपि अस्ति अन्येषां धातूनामपि समानार्थकेषु भवन्ति इति यथा पारयति इति अथवा विन्दधातोः अपि ज्ञानार्थे तस्य प्रयोगः तस्य उपपदे सति सुमन् प्रत्ययस्य प्रयोगः अस्ति इति ते वदन्ति तत्र मतभेदः एव अस्ति तेषु इत्यस्य अन्वयः भवति भवितुम् अर्हति भवितुं शक्नोति भवितुं शक्नोति अस्तु अतः एतत्तु 3465 जातं 3-3 इत्यस्मिन् आसं वयं 3-4 जातम् इदानीं समानकर्तृकेषु तुमुं त्रि चत्वारः खलु नूल् तृचौ इति प्रथमं तुमुन् नूलौ क्रियायां क्रियार्थायां तस्य कृते एका संज्ञा तस्य तत्र उपपदं सप्तमी स्तं तद् 3192 पर्यन्तम् आगतं पुनः तत्र कृन्नेजन्तः तद् 1-1 तद् तु अवश्यं तद् अव्यये संज्ञा भवति तद् सम्यक् एव अनन्तरं समानकर्तृकेषु तुमुन् 3-3-1-5-8 आगतम् इदानीं 3-4 जातं शकदृश इति 3-4 अत्र क्रियार्था क्रिया किमपि नास्ति अत्र आम् अत्र नास्ति दशधातवः अपि स्वीकृतवन्तः अत्र दृश रभधातुः आरभते लभ लभते क्रम क्रमते सत्यं सहते उत्सहते अर्हति अस्तु सर्वं स्वीकृतवन्तः सोपि हो समयः जातः एव अग्रिम सूत्रम् अग्रिमसप्ताहे पठिष्यामः. पर्याप्तवचनेषु अलमर्थेषु खलु. आम् अलमर्थेषु आम् सूक्ष्मभेदः एव. पर्याप्तवचनेषु अलमर्थेषु अपि तुमुन् विधीयते. सम्यक् अस्ति एतत्. अस्तु, तद् प्रायः अग्रिमसप्ताहे तस्मात् आरभ्य पठामः. तद् अपि 3-4 मध्ये अस्ति. तत्र क्रमः किञ्चित् तृतीय अध्याये अस्ति, परन्तु क्रमेण नास्ति. चतुर्थपादे अस्ति एतत्. आम्, एतत् 64, 65, 66 एतद्वयं तु अग्रे क्रमेण अस्ति खलु. शक्दृश ज्ञा अनन्तरं पर्याप्तवचनेषु अलमर्थेषु द्वयमपि क्रमेण अस्ति. अस्तु अस्तु, अग्रिमसप्ताहे मिलामः. धन्यवादः.